नमस्कारः, पाणिनीयवर्गे सर्वेषां स्वागतम्. अद्य रविवासरवर्गेषु सेशन् 2 इति स्मः. गतवर्गे वयं रीडिङ्ग् मेटीरियल् किं भवति रीडिङ्ग् मेटीरियल् अत्र ईमेल् मध्ये प्रेषितवान् अहं. ईमेल् प्राप्तं वा? ईमेल् प्राप्तं. तत्र अस्ति क्लास् रीडिङ्ग् माहेश्वराणि सूत्राणि इति अस्ति. तदेव google.com. आं सत्यं, तदेव रीडिङ्ग् मेटीरियल् संस्कृतव्याकरणम् आं सत्यम् अस्माकं मूल यन्त्रं तदेव. तदेव अद्य अस्माकं मूलयन्त्राणि इति तद् उद्घाटयतु. तदारभ्य वयं पठामः अद्य. अस्तु महोदय, भवान् हरिहरन् महोदय खलु? भवानेव प्रारम्भं करोति वा अस्माकं मूलयन्त्राणि इति पठति वा? कुतः ध्वनिमुद्रणम् इति अस्ति. ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति तत्पूर्वम् अस्माकं मूलयन्त्राणि इति अन्य करपत्रमस्ति. तत्पूर्वमेव तत् उद्घाटितुं शक्यते वा? एतस्मात् पूर्वम् अस्माकं मूलयन्त्राणि इति तत्र लेफ्ट् मध्ये टाब्स् सन्ति खलु, तत् पूर्वं माहेश्वरसूत्राणि इति अस्ति, तत्पूर्वम् अस्माकं मूलयन्त्राणि इति. ई पत्रे नास्ति तत्र. मूलयन्त्राणि अस्ति. अस्तु, चिन्ता नास्ति, एतदेव आगच्छति. ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति पठामि वा? अस्मिन् सारल्यं पठामि वा? एतदेव पठतु महोदय, आरम्भतः पठतु. ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति सर्वप्रथमं भीतिः मास्तु. अस्मिन् सारल्यम् अस्ति अपि च सौन्दर्यम्. अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छतु. अग्रे गत्वा पाठेषु येषां सूत्राणां महत्त्वं प्रकटं भविष्यति. इमानि चतुर्दश माहेश्वराणि सूत्राणि. अग्रे पठामि वा? ऐ उन् रिलुक् इति ऐ उन् रिलुक् ए ओङ् ऐ औच् ऐ अवरट् लण् ञमगणनं चबञ्च गडदश् चपगडदश् खप छट चटतव् कपै शशसर् हल्. उपरि चतुर्दशवाक्यानि लिखितानि, प्रत्येकं वाक्यम् एकं सूत्रं, सर्वे वर्णमालां. अत्र अहं किञ्चित् वदामि. अत्र पाणिनीयव्याकरणं तु माहेशसूत्राणि आधारीकृत्य एव अस्ति. तदर्थम् अत्र माहेश्वरसूत्रं सूत्राणि इति चतुर्दशसूत्राणि सन्ति. यदि वदन्ति जनाः वदन्ति पाणिनिः महेश्वरात् इति, इत्युक्ते देवः अस्ति खलु महेश्वर, तेन तस्मात् येनाक्षरसमानायम् इति अस्ति, तदपि येनाक्षरसमानायम् अधिगम्य महेश्वरात् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः इति अस्ति. ततः माहेश्वरात् एव एतानि सूत्राणि आगतानि इति अस्माकं महेश्वरात् आगतानि इति माहेश्वराणि. आम् सत्यं, महेश्वरात् आगतानि माहेश्वराणि इति. तदर्थम् अत्र सर्वं चतुर्दशसूत्राणि तस्य ढक्कान् नादं कृतवान्, ततः चतुर्दशवारम् आगतानि सूत्राणि एतानि, तदर्थं माहेश्वरसूत्राणि इति वदामः. तत्र वर्णानां वर्णमाला जानीमः वयम् एवम् एव वयम् आ इ ई उ ऋ इति लृ ए ऐ औ ओ औ इति स्वराणि स्वराः, अपि च व्यञ्जनानि अपि क ख ग घ न इति. तस्य किञ्चित् परिवर्तनं कृत्वा व्याकरणशास्त्र निर्माणार्थम् अत्र दत्तमस्ति. एवमेव एते माहेश्वरसूत्राणि उपयुज्य एव पाणिनिः सूत्राणि निर्मितवान्. तत्र अष्टाध्यायी इत्यस्मिन् सूत्राणि सन्ति खलु, उप चतुस्सहस्रसूत्राणि यावत्, तेषु अत्र माहेश्वरसूत्राणि उपयोगं करोति. तदेव इदानीं अत्र तदेव उक्तमस्ति, उपरि चतुर्दशवाक्यानि लिखितानि. तत्र वाक्यानि सूत्राणि वाक्यानि इव, प्रत्येकं वाक्यम् एकं सूत्रम्. इदानीं एकैकं सूत्रम् एकं वाक्यमिव भवति, किमपि सूचयति, एतत् करोतु, नियमाः सर्वं तथा. तस्मिन् एतानि सूत्राणि, एतानि माहेश्वरसूत्राणि इदानीं अक्षराणि सूचयितुं माहेश्वरसूत्राणां प्रयोगं करोति. अस्तु महोदय, भवान् सर्वे वर्णमालाम् इति ततः पठित्वा प्रत्याहारः पठामि. सर्वे वर्णमालां जानीयुः, अत्र वर्णमालायाः नूतनम् आयोजनम् इति चिन्तयन्तु. आयोजनस्य आधारः प्रत्याहारः. इदानीं प्रत्याहारः इति विषये वदति अत्र. अस्तु, धन्यवादः महोदय. पठामि वा? न, हरिप्रिया भगिनी भवती पठति वा? पठामि महोदय. कृपया. प्रत्याहारः इत्युक्तौ वर्णानां समूहः. प्रत्येकं प्रत्याहारस्य अन्ते इत् संज्ञकवर्णः स्थितः. अयम् इत् संज्ञकवर्णः प्रत्याहारस्य सीमारेखा भवति. प्रत्याहारः नाम सङ्ग्रहः. अस्मिन् सङ्ग्रहे इत् संज्ञकाः वर्णाः न अन्तर्भूताः इति अवधेयम्. ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति, तदा अपगच्छन्ति. किमुक्तं तत्र? प्रत्याहारः तु वर्णानां संस्कृतभाषायां कति वर्णाः सन्ति तेषां समूहः. प्रत्येकं प्रत्याहारस्य अन्ते यः वर्णः स्थितः तत् इत्संज्ञकः. अयम् इत्संज्ञकवर्णः प्रत्याहारस्य अन्त्यं सूचयति. उत्तमम् उत्तमं. तर्हि अत्र किञ्चित् शनैः गच्छेम. अत्र अस्तु, आयि उण् नकारः अस्ति, अपि च ऋल् ऋळ् ककारः अस्ति, अपि च ए ओ नकारः अस्ति, अपि च ऐ औ चकारः अस्ति, हयवर अपि च तदनन्तरं टकारः अस्ति. ते सर्वे अत्र णकारः ककारः नकारः चकारः टकारः इति चतुर्दशेषु सूत्रेषु अन्ते एकः किमपि वर्गः व्यञ्जनवर्णः अस्ति. सः व्यञ्जनवर्णः इत् इति इत् संज्ञकवर्णः इति उच्यते. इत् संज्ञकः इत्युक्ते किम्? इत् संज्ञकः इत्यस्य तत्र किमपि तस्य प्रयोजनम् अस्ति सीमां स्थापयितुम् एव. सीमा इत्युक्ते इदानीम् अ इ ओ अपि च ऋ ळ एतेषां वर्णानां मध्ये किमपि सीमा अस्ति, इत्युक्ते णकारः सीमा इव तथा. इदानीं चतुर्दशसूत्रेषु चतुर्दशसीमाः सन्ति, तथा आयोजनं कृतवान् पाणिनिः महर्षिः. सीमा इत्युक्ते इत्सम्यः, इत्सम्यः सीमा इत्युक्ते बौण्ड्रि इति अर्थः. इदानीं देशयोः, इदानीं भारतदेशः बङ्ग्लादेशदेशः सीमा अस्ति कुत्रापि वेस्ट् बेङ्गाल् मध्ये, तथा सीमा इत्युक्ते बौण्ड्रि इति अर्थः. अस्तु, एतावत् स्पष्टं वा? एतत् प्रश्नाः सन्ति चेत् कृपया वदतु, पृच्छन्तु. अपि च तथा अस्ति चतुर्दशसूत्रेषु सीमा किमपि कापि सीमा स्थापयति, सीमापि वर्ण किमपि वर्णम् उपयुज्य किमपि स्थापयति सः. तत्र भिन्नभिन्नवर्णाः सन्ति, णकारः, ककारः, नकारः, चकारः, टकारः इति. अस्तु, तदुपयुज्य एतद् एते सूत्राणि इति वदति, परन्तु चतुर्दश सूत्राणि सन्ति, परन्तु वर्णानां आयोजनं नूतनवर्णमाला एव आयोजयति अत्र. अस्तु, अग्रे वदतु भगिनि, अयम् इत् संयकः वर्णः इति किम् उक्तं तत्र? अहमेव वा? आमां, यथा अण् ऐ अ इ उ ऋक् ऋ लृ अक् अ इ उ ऋ लृ एन् ए ओ एच् ए ओ ऐ औ झष् झ भ घ ढ ध झष् झ भ घ ढ ध अच् अ इ उ ऋ लृ ए ओ ऐ औ सर्वे स्वराः. हल् सर्वाणि व्यञ्जनानि. हल् सर्वे वर्णाः, सर्वे स्वराः प्लस् सर्वाणि व्यञ्जनानि. स्वरमध्ये लृ नास्ति, लृ एव एल् ऐ एल् यु मध्ये स्थापनीयं भवति. लृ नास्ति, लृ रकारः न आगच्छति. लृ इति लृ नास्ति, केवलं लृ लृ. आम् सत्यं, लृ इति वक्तव्यम्. अस्तु, तत्र किम् अस्ति, तत्र अण् इति वदति आ इ उण्. तत्र अण् इति प्रथमः आदिवर्णं स्वीकरोति, तदनन्तरम् अन्त्यवर्णः कमपि चतुर्दशव्यञ्जनवर्णेषु एकं स्वीकरोति. इदानीम् अण् इति अस्ति, तत्र आ इ उ, तत्र णकारः गच्छति, तदर्थम् आ इ उ एव निर्देशं करोति. इदानीं ऋक् इति ऋ लृक् इति अस्ति, तत्र ककारः गच्छति, ऋ लृक् एव ऋ अपि च लृ एव. इदानीम् अक् इति वदामश्चेत् आ इ उ आ इ उन् ऋ लृक् इति. इदानीं णकारः अपि गच्छति, यतोहि सा सीमा अस्ति. ककारः अपि गच्छति, सापि सीमा अस्ति. तदर्थम् अक् इति उच्यमाने आ इ उ ऋ ळ इति भवति. इदानीम् एते सर्वे प्रत्याहारः इति नाम तस्य. इदानीम् अक् इति प्रत्याहारः, अण् इति प्रत्याहारः, ऋक् इति प्रत्याहारः इति. अवगतं, स्पष्टः वा? अस्तु, मीना भगिनी भवती वदतु अत्र अक् इति. अस्तु, एङ् इत्यस्य त्रय तृतीयं सूत्रम् अस्ति खलु एङ् ए ओ इति अस्ति इदानीं ततः एच् इति स्वीकरोतु एच् इति एच् ए ओ ऐ औच् ए ओ ऐ औ तथा अपि च इदानीम् अहं नूतनमपि दास्यामि किमपि इदानीम् इन् इन् इत्युक्ते के के वर्णाः इन् उत्तमम् अपि च उक् उक् इति पुनरपि वदतु महोदय इक् उक् उक् उक् उक् ऊरे तथा अपि च इदानीम् ऐच् ए ओ ऐ औ ए ओ ऐ औ इति एते सर्वे स्वराणां प्रत्याहारः स्वराणां प्रत्याहारः इदानीं वयं उक्तवन्तः अण् ऋक् अक् एङ् एच् ऐच् इक् एते सर्वे स्वराणां प्रत्याहारः स्वराणां के के इदानीं मम अहं तु इ उ एव आवश्यकं मम चिनो इ उ एव चित्वा किमपि सूत्रनिर्माणं करणीयं मया इदानीम् इ तस्य तत्र इ वर्णस्य विषये किमपि वक्तुमिच्छामि उ वर्णस्य कृते किमपि वक्तुमिच्छामि एतस्य द्वयस्य सरलरूपमस्ति इन् इति वदामि चेत् इ उ इति तत्र इ उ इत्यस्य कृते किमपि सूत्रम् अस्ति इति चिन्तयामः तथा अग्रे सङ्गीता भगिनी भवती पठति वा जश् इति हरि ओम् जपकडद जश् अस्तु अस्तु महोदय एकनिमिषः जश् मध्ये के के अक्षराः सन्ति इति वक्तव्यं महोदय जश् मध्ये ज ध ग ध द तत् झष् इति वक्तव्यं तत्र महाप्राणझकारः मूर्धन्यषकारः झष् इति खलु तत्र के के वर्णाः झष् मध्ये कः वर्णः भवान् वदति इति न तत्र झष् इति महाप्राणझकारः मूर्धन्यषकारः झष् सर्वे महाप्राणवर्णाः खलु झ भ घ ढ ध इति अवगच्छति इदानीम् अवगतं वा भगिनी अस्ति वा न अवगच्छामि महोदय अत्र अस्तु माहेश्वरसूत्रेषु प्रथमं एवं कुर्वन्तु गृहपाठरूपेण माहेश्वरसूत्राणां एकस्मिन् पत्रे अथवा किमपि चार्ट् मध्ये वा अथवा टिप्पण्यां नोट्बुक् मध्ये लिखन्तु पुनः पुनः तद् पठन्तु मनसि भवेत् सर्वम् अत्र सर्वदा अत्र पत्रं दृष्ट्वा वा अथवा किं प्रत्याहारः अस्ति इति सर्वदा दृष्ट्वा वदामश्चेत् किञ्चित् क्लेशः भवति तदर्थं मनसि भवेत् एते न महोदय महोदय मूर्धन्य अक्षर मूर्धन्य अक्षरं महाप्राण अक्षरम् इति न जानामि इदानीं तदेव चिन्ता नास्ति महाप्राणः इत्युक्ते अस्तु अहं पूर्वं प्रथमम् अस्माकं वर्णमाला यद् यद् वयं जानीमः तस्यैव किञ्चित् पुनस्मरणं कुर्मः इदानीं व्यञ्जनेषु क ख ग घ इति अस्ति न इति अस्ति खलु क ख अस्तु अपि च च छ ट ट ठ पफ इति ते प्रथम स्तम्भद्वयं वर्णमालायां वर्गीयव्यञ्जनानां प्रथमवर्णः अपि च द्वितीयवर्णः कर्कषव्यञ्जनाः इति उच्यते कर्कष इति तेष ते किञ्चित् हार्ड् हार्ड् कान्सनेण्ट् इति वदामः ख ख इति पफ ठ क ठ इति कर्कषव्यञ्जनाना व्यञ्जनाः इति वदामः अपि च क क घ ग घ ग घ अपि च झ झ ट ड ढ द ध ब भ इति मृदुव्यञ्जनानि इति वदामः मृदु वर्गीयव्यञ्जनानां तृतीयवर्णः अपि च चतुर्थवर्णः मृदुव्यञ्जनाः ते साफ्ट् कान्सनेण्ट् इति वदामः खलु मृदुव्यञ्जनाः तस्य किञ्चित् माधुर्यमस्ति तदर्थं मृदुः मृदुव्यञ्जनाः अपि च ककगगं न च च झञ ण तद न पप बब म एते सर्वे नासिकावर्णः न म एते सर्वे नासिका अपि च अनुनासिका अनुनासिकवर्णाः इति वदामः पञ्चम वर्गीयव्यञ्जनानां पञ्चमवर्गः एते सर्वे क वर्गः च वर्गः ट वर्गः त वर्गः प वर्गः एते सर्वे वर्गीयव्यञ्जनाः इति वदामः वर्जन वर्गमस्ति किमपि ते सर्वे पञ्च किमपि क्लास् आफ् कान्सनेण्ट् इति वदामः खलु तथा एतानां एतेषां किम् अस्ति भेदः इत्युक्ते ख इति क ख इति वदामश्चेत् मुखमस्ति अस्माकं मुखं वदनम् अस्ति तस्मिन् इदानीं कुत्र कण्ठः अस्ति खलु कण्ठः अस्माकं कण्ठात् आगच्छति क वर्गः कण्ठ कण्ठ्यवर्गः क ख इति वदामश्चेत् तद् कण्ठः एव उपयुज्य वदामः क ख ग घ इति कण्ठात् आगच्छति अपि च च ज ज इति तालु तालु इत्युक्ते किञ्चित् किमस्ति तत्र अस्माकं प्यालेट् इति वदामः खलु प्यालेट् ततः आगच्छति च छ झ झ छ छ झ झ इति वदामश्चेत् इदानीं ट ट ड इति ण इति वदामश्चेत् मूर्धा मूर्धा इत्युक्ते किञ्चित् सेरिब्रल् अस्माकं मुखस्य मध्यमभागे अधः अस्ति खलु अस्माकं जिह्वा जिह्वा इत्युक्ते टङ्ग् इति अस्ति तस्य मुखस्य मध्यमभागस्य उपरि पश्यति इदानीं छ छ झ झ ण इति वदामश्चेत् तत् मूर्धा इति भवति तस्य तदर्थं तद् मूर्धन्यवर्णः ते सर्वे मूर्धातः आगच्छति अपि च तत दद न इति दन्त्यवर्णः इदानीम् अस्माकं जिह्वा दन्ते स्पर्शति तत दद इति दन्तं स्पृष्ट्वा अत्र ध्वनिः आगच्छति तत दद इति अपि च पप बब सर्वे ओष्ट्यवर्णः ओष्ट्यम् इत्युक्ते लिप्स् इदानीम् अस्माकं ओष्टम् ओष्टतः आगच्छति इदानीं प प ब भ म इति ओष्ट्यवर्णाः अस्तु स्पष्टं किम् अत्र प्रश्नः अस्तु नास्ति चेत् अग्रे अपि च अत्र अल्पप्राणवर्णाः अपि च महाप्राणवर्णाः इति सन्ति. क इति तत्र प्राणः न आगच्छति, परन्तु ख इति वदामः द्वितीय क ख इति वदामश्चेत् किञ्चित् वायुः आगच्छति मुखात्. महाप्राणवर्णाः इति वदामः क ख घ. इदानीं द्वितीयवर्गः अपि च वर्गीयव्यञ्जनेषु द्वितीयवर्णः अपि च चतुर्थवर्णाः महाप्राणवर्णाः इति वदामः. महाप्राणः इत्युक्ते तेषु वर्णोच्चारणसमये वायुः बहिरागच्छति. ख ख ख अपि च घ घ इति उच्चारणसमये वायुः आगच्छति. महाप्राणः इति वदामः. तथा क ख घ अपि च छ झ इति. अत्र झभ झ इति उक्तवान् झष् इत्यस्य महाप्राणझकारः इति उक्तवान्. महाप्राणः इत्युक्ते चतुर्थवर्णः अस्ति अत्र. अपि च षकारः अपि मूर्धन्यवर्गे अस्ति. मूर्धन्यषकारः इति उक्तवान्. ट ट ड ड ण तथा ष अपि मूर्धन्यवर्णः अस्ति. मूर्धातः आगच्छति, तदर्थं मूर्धन्यवर्णः इति उक्तवान्. इदानीं स्पष्टं वा भगिनि? अस्तु महोदय. मूर्धन्य टवर्गः शकारः तत्र झ झ झष् इति अस्ति. तत्र महाप्राणझकारः अपि च षकारः. कुत्र अस्ति महाप्राणझकारः इति प्रथमं द्रष्टव्यं माहेश्वरसूत्रेषु. जबै मध्ये प्रथमे अस्ति. अस्तु. तदनन्तरं षकारः कुत्र अस्ति? षकारः गडगश् मध्ये अन्तिमे अस्ति. तदर्थं झष् इति प्रत्याहारः. के के वर्णः इति प्रत्ययः? झ भ ग ढ ध. तथा निर्माणं कर्तव्यम्. इदानीम् अवगतं सर्वैः? अवगतम् एतत्? प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु. अत्र किञ्चित् समयं दत्वा यतोहि एतत्तु बहु मुख्य अंशः, तदर्थं किञ्चित् क्षणैः एव गच्छेम. अस्तु, धन्यवादः भगिनि. अपि च विजया भगिनी, अग्रे झष् इति अस्ति. तत्र इत् संज्ञा अस्ति, अतः तत्र न स्वीकरणीयं. जस् मध्ये जस् जश् इति वर्णः ज ब ग ड ड तत्र सन्ति. अस्तु, उत्तमम्. इदानीं वयं तु अत्र किमर्थं जश् इति प्रत्याहारः आवश्यकम् इति किञ्चित् चिन्तयामः. ज ब ग ड ध इति वर्णमालायां ते कस्मिन् स्तरे सन्ति? इदानीं प्रतिवर्गीयव्यञ्जनेषु तृतीयवर्णः एव. इदानीं तदा इदानीं वर्गस्य तृतीयव्यञ्जनम् एव अत्र अस्ति. तदर्थं यदि पाणिनिः वर्गीयव्यञ्जनेषु तृतीयवर्णः एव चिनोति तदा कृते वदतु. वाक्यमध्ये परिवर्तनम् अस्ति तृतीयवर्णः, अतः एव तत् जश् इति आगच्छति. सत्यं सत्यं, बहु समीचीनं भगिनि. तत्र तदर्थमेव झष् इति प्रत्याहारः स्वीकरोति. इदानीं झष् इति चतुर्थवर्णः आवश्यकं चेत् किं प्रत्याहारः? चतुर्थवर्णः एव इत्युक्ते किं प्रत्याहारः कः? चतुर्थवर्णः यदा यथा झष् इति वदति तदा चतुर्थवर्णः एव चिन्तयतु मम नासिकावर्णः एव आवश्यकम् ञमङ्गणनं प्रत्याहारः कः उत्तमं प्रत्याहारः ञम् एव इदानीं तस्य कर्कषव्यञ्जनानि एव आवश्यकानि कर्कषव्यञ्जनानि इत्युक्ते कानि प्रथमवर्णः द्वितीयवर्णः तत्र प्रत्याहारः कः तस्य कृते तत्र कर्कषवर्णानि तत्र अस्ति खलु जि कपै अपि आगच्छति खलु कपै कप इति अपि आगच्छति प्रथमवर्णः एव तत्र खलु जि कप आम् परन्तु तदपि कर्कषव्यञ्जनः व्यञ्जनं खलु तर्हि कर्कषव्यञ्जनानां प्रत्याहारः कः खै इति प्रत्याहारः कर्कषव्यञ्जनानि सूचयति अस्तु अपि अस्तु शशसर् अपि शशस अपि कर्कषव्यञ्जनः एव उत्तमं महोदय शशस अपि कर्कषव्यञ्जनः एव व्यञ्जनानि एव तदर्थं खर् इति भवति अस्तु प्रथमद्वितीयवर्णः स्तम्भ एव इच्छति चेत् खै इति भवति अपि च अहं कर्कषव्यञ्जनानि इति उक्तवान् शशस अपि कर्कषव्यञ्जनानि एव तदर्थं खर् इति भवति धन्यवादः महोदय अपि च पुनः वदतु भगिनि अस्तु स्वराणां प्रत्याहारः कः अच् इति अच् सर्वे स्वराः अत्र सन्ति उत्तमम् इदानीं सर्वाणि व्यञ्जनानि आवश्यकानि चेत् किं भवति परन्तु अत्र किञ्चित् अवधानं दातव्यं हकारः द्विवारम् आगच्छति हकार हल् इति चतुर्दशसूत्रम् अस्ति हल् इति इदानीं हल् इति प्रत्याहारः अपि अस्ति यदा कदापि हल् इति प्रत्याहारः अस्ति तदा सर्वाणि व्यञ्जनानि एव सूचयति न तु हकारः एव इति मर्तव्यम् अस्तु यतोहि पाणिनिः एकमेव अक्षरं सूचयितुं प्रत्याहारः न प्रयोगं करोति तस्य अक्षरमेव स्वीकृत्य स्थापयति इदानीम् अनेके वर्णान् आवश्यकाम् अस्ति चेदेव प्रत्याहारस्य प्रयोगं करोति अपि च एकः एव वर्णः आवश्यकं चेत् प्रत्याहारः न प्रयोगं करोति प्रत्याहारस्य प्रयोगं न करोति अस्तु इदानीं किञ्चित् अग्रे पठेम. अस्तु, मीना भगिनी भवती पठति वा अग्रे अवधेयम् इति. अवधेयं स्वराः ऐ ऊर् एषु प्रत्ययम् अष्टादशानां वर्णानां प्रतिनिधिः. ह्रस्वः, दीर्घः, प्लुतः, उदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः च अष्टादशप्रत्ययानि. यथा अनुनासिकः उदात्तः ह्रस्वः अकारः, यथा अननुनासिक उदात्तः ह्रस्वः अकारः, अनुनासिक अनुदात्त ह्रस्वः, अननुनासिक अनुदात्त ह्रस्वः, अनुनासिक स्वरितः ह्रस्वः, ह्रस्व कारः इत्यादीनि रूपाणि. किमस्ति किमस्ति तत्र भवती वदतु. अत्र अनेके अंशाः सन्ति, किञ्चित् वदतु. प्रत्येकं वर्णानाम् अष्टादशानां विधितं. ह्रस्वः अकार ह्रस्वः, दीर्घह्रस्वः आ, प्लुतः आ, उदात्तः उदात्तः ह्र उदाहरणम् अकारः उदात्तः ह्रस्वः. अस्तु, वदतु. स्वरितः अनुनासिक ऊ, अननुनासिकः च. उदाहरणम् अनुनासिक इति तस्य नासिकावर्णः इति उक्तवान्. परन्तु अनुनासिक इत्युक्ते, अस्तु, अनुनासिक इत्युक्ते अकारस्य पूर्व अकारस्य उपरि चन्द्रबिन्दुं स्थापयामः. तथा नासिकावर्ण नासिकातः स्वरः आगच्छति आम् इति. आम् इति नासिकातः उच्चारणं करणीयं. तथा अनुनासिकवर्णः इति भवति. अपि च अननुनासिकः, अनुनासिकः इत्युक्ते साधारणतया वयं वदामः खलु अ इति. तद् अननुनासिकः नासिक अनुनासिकवर्णः नास्ति इति अननुनासिकः इति. यदा अनुनासिक उदात्त ह्रस्वः अकारः. अस्तु, उदात्त अनुदात्त स्वरितः इति कश्चन भेदः अस्ति. इदानीं स्वराणां स्वरः अस्ति एक अ इति. इदानीं प्रथमसूत्रे अ इ उन् इति अस्ति, तत्र अकारः एव दत्तं. परन्तु सः अकारः अष्टादशविधाः. अहं वदामि किञ्चित् तदनन्तरं भवती अपि वदतु. अस्तु, ह्रस्वः इति चेत् एकमात्रा एव अ इति. दीर्घः इत्युक्ते मात्राद्वयम् अस्ति. काल तस्य कालः उच्चारणकाल कालः अस्ति, द्विव मात्राद्वयम् अस्ति आ इति वदामः. प्लुतः इत्युक्ते इतोपि दीर्घः आ इति वदामः. इदानीं कमपि आह्वयामः चेत्, इदानीं रामः अस्ति, तेषाम् आह्वानं हे रामा इति किञ्चित् दीर्घस्वरः अस्ति, आकारः तस्य, तद् प्लुतः इति वदामः. इदानीं ह्रस्वदीर्घप्लुतः इति तस्य मात्राविशेषणं त्रिविधम्. अपि च उदात्तः इति वेदमन्त्रेषु भवेत् उदात्तः, अनुदात्तः, स्वरितः इति. तत्र उत उदात्तः इत्यस्य इदानीं स्वरितः इत्युक्ते समानकाले समान स्वरात् भवति. इदानीं किञ्चित् स्वरस्य अधः गच्छामश्चेत् उदात्तः इति भवति. स्वरे स्वरस्य उपरि गच्छामश्चेत् अनुदात्तः इति व्याकरणलोके भवति. वेदेषु किञ्चित् परिवर्तनं भवति इति मन्ये. अत्र स्वरितः इति उपरि गच्छति, दीर्घस्वरितः इति अपि अस्ति. परन्तु व्याकरणलोके पाणिनिः किमुक्तवान् इत्युक्ते यदा स्वरस्य अधः गच्छामः तद् उदात्तः, स्वरस्य अग्रे उपरि गच्छामः तत् अनुदात्तः. स्वरितः इत्युक्ते समानस्वरः इति उक्तम्. इदानीं वेदमन्त्रेषु भवति खलु सहना भवतु इति, अग्रे यदि स्वरस्य अधः गच्छामः स्वरस्य उपरि गच्छामः, उपरि स्वरः भवेत्, अपि च समानस्वरे वदामः इति. इति सर्वम् उदात्त अनुदात्तस्वरितस्वराः इति उच्यन्ते. अपि च नासिका अननुनासिकः इति अहम् उक्तवान्. अनुनासिकः इत्युक्ते तत्र उपरि चन्द्रबिन्दुः अस्ति, नासिकातः प्रथमम् अकारस्य आम् इति नासिका द्वारा वक्तव्यम्. अननुनासिकतः इत्युक्ते मुखात् एव वक्तव्यं. तत्तु साधारणतया प्रयोगे इदानीं लौकिकसंस्कृते अनुनासिकवर्णाः तु न दृश्यते एव. परन्तु पाणिनिव्याकरणे अस्ति अनुनासिकवर्णानां किमपि प्रयोजनम् अस्ति. अस्तु, इदानीं एते सर्वे ह्रस्वदीर्घप्लुतः इति त्रिविधाः, उदात्त अनुदात्त स्वरित इति त्रिविधाः, अनुनासिक अननुनासिक इति द्विविधाः. एते आहत्य अष्टादश स्वर अ इति वदति चेत् एते अष्टादश अकारः अपि अन्तर्भूतः इति अर्थः. यथा तत्रैव अस्ति, यथा अननुनासिक उदात्त ह्रस्व अकारः भवितुमर्हति, अननुनासिक उदात्त ह्रस्व अकारः भवितुमर्हति, किमपि भवितुमर्हति. अ इति वदति चेत् तत्र अक् इति वदति चेत् अकारस्य अष्टादश अकारः, इकारस्य अष्टादश इकारः, उकारस्य अष्टादश उकारः, ऋकारस्य अष्टादश ऋकारः इति अर्थः. तत्र ळ् इति अस्ति, तत्र द्वादश एव प्रतिनिधिः, यतोहि ळ् इत्यस्य दीर्घस्वरः नास्ति. अपि च ए ओ ऐ औ तेषां ह्रस्वस्वरः ह्रस्वं नास्ति. तत्र ए इति सर्वदा दीर्घस्वरः एव, सर्वदा दीर्घः एव, ऐ इति दीर्घः एव, औ इति दीर्घः एव. तथा तेषां द्वादशविधाः एव इति उक्तम्. एतावत् एतावान् स्पष्टं का स्पष्टः किम् अत्र प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु. अस्तु अस्तु, एकवारं तत्र विजया भगिनी भवती पठति वा व्यञ्जनानि इति? आं महोदय. व्यञ्जनानि उच्चारणार्थं सर्वेषु एव हल् वर्णेषु अकारः योजितः वर्तते. माहेश्वरसूत्रेषु वस्तुतः य इत्युक्ते यकारः इत्युक्ते इ, वकारः इत्युक्ते इब्, एवं च सर्वे हल् वर्णाः तथा. अस्तु, किम् उक्तम्? एकं वदामि. तत्र यकारः हल् वर्णः एव, य इत्युक्ते य इति वक्तव्यं, य इत्युक्ते यकारः इति वक्तव्यं. यकारः इति चेत् तत्र केवलं व्यञ्जनमस्ति, किमपि स्वरः नास्ति. तत्र कथं पठनीयम् इति चेत् माहेश्वरसूत्रेषु वस्तुतः यकारः इत्युक्ते न, य इत्युक्ते यकारः, ब इत्युक्ते भकारः इति पठितम्. अहं तदा एव पठितवती खलु जि, यकारः इत्युक्ते इ इति पठितवती भवती. दोषः अस्ति वा तत्र? अहं किं उक्तवान्, य इत्युक्ते यकारः इति पठितव्यम्. आम् आं जि. अस्तु अस्तु, किम् उक्तवान् तत्र, किम् उक्तं भवती पुनः वदतु. उच्चारणार्थं सर्वेषु एव अल् वर्णेषु अकारः योजितः वर्तते. तत्र सर्वे वर्णाः वक्तुं चेत् तत्र पूर्वम् अकारः योजितः वर्तते वर्णेषु, अल् वर्णेषु. समीचीनम् समीचीनं समीचीनम् इत्युक्ते तत्र हयवरट् इति अस्ति. हयवरट् इत्युक्ते तत्र है ह इति वर्णः, हकार तत् वर्णद्वयमस्ति खलु, तत्र हकारः अस्ति अपि च अकारः अस्ति. उत्तर तदनन्तरम् अकारः अस्ति खलु, हकारः योगः अकारः एव ह इति वदति. इदानीं हि इति वदामश्चेत् ह हकारः योगः इकारः इति भवति. परन्तु अत्र यदि माहेश्वरसूत्राणि उच्चैः पठेम वयं, तदा उच्चारणार्थं व्यञ्जनानाम् उच्चारणं तु बहु कठिनः भवति. यदि स्वराणाम् आयोजनं नास्ति चेत् तेषाम् उच्चारणमेव न भवति. स्वराः स्वातन्त्र्य स्वराः वक्तुं शक्नुमः. आ इति वक्तव्यं चेत् किमपि व्यञ्जनं न आवश्यकं. परन्तु क इति वदामश्चेत् स्वरस्य किमपि आवश्यकता अस्ति. व्यञ्जनं तु स्वतन्त्रतया न वक्तुं शक्नुमः, न वक्तुं शक्नुमः. परन्तु स्वरेण एव वक्तुं शक्नुमः. तदर्थं तत्र हाय वार सहायमेव कुर्वन्ति. परन्तु तत्र व्यञ्जनमेव सूचयति. तत्र हकारः ह इति अस्ति चेत् तत्र हकारः एव स्वीकरणीयं, न तु अकार तस्य उत्तरवर्ती अकारः न स्वीकर्तव्यम् इति अर्थः. धन्यवादः. अग्रे किञ्चित् तत्र अभ्यासः एव अस्ति. तत्र किमपि कयापि किमपि फ्लाश् कार्ड् निर्मितं, तत् गृहपाठरूपेण कुर्वन्तु. परन्तु अत्र अन्यविषयाः सन्ति, तदपि वदामि एकवारम् अस्तु. तद् इदानीम् अस्माभिः अवगतं यत् प्रत्याहारः इत्युक्ते किम् इति. तत्र चतुर्दशप्रत्याहारः सन्ति, चतुर्दशप्रत्याहारः सन्ति. ऐवन् क्रूलुरुक् एवम् अय्यौ चयवरट् लन् जननम जवै गडदश् जवगडदश् कपै चडत चडतौ कपै शशषट् हल् एतानि चतुर्दश सूत्राणि सन्ति तत्र. अन्ते वर्णः इत्संज्ञः वर्णः इति स्थितः. द्वयोः सूत्रेषु एकैकसमूहः मध्ये सीमा अस्ति, रेखां तत्र अस्ति. इत्संज्ञकाः वर्णाः न अन्तर्भूताः. एतत् वर्णः तु अयोगवाहनमध्ये अयोगवाहः न तत्र आगच्छति माहेश्वरसूत्राणि मध्ये. अस्तु, उत्तमम्. अयोगवाह प्रथमं भवती उक्तवती चतुर्दशप्रत्याहारः सन्ति इति. प्रत्याहारः तु अनेके भवितुम् अर्हति खलु. चतुर्दश सूत्राणि एव सन्ति, परन्तु प्रत्याहारः अनेके पाणिनि अष्टाध्याय्याम् एकचत्वारिंशत् प्रत्याहाराः सन्ति, एकचत्वारिंशत्। तर्हि प्रत्याहारः प्रत्याहारः इति भिन्नं, सूत्रम् इति भिन्नं। सूत्रं तु चतुर्दश एव, ततः अनेके प्रत्याहाराः निर्मातुं शक्नुमः। अपि च अयोगवाहाः इति उक्तवती, अयोगवाहाः इत्युक्ते किम्? अनुस्वारः, विसर्गः, जिह्वामूलेः, उदोत्मान्यः, एतत् सर्वे प्रत्याहारमध्ये चतुर्दशसूत्राणि मध्ये न आगच्छति। हा उत्तमं, पुनः वदामि एकवारम्। अत्र अनुस्वारः, सोरि, अनुस्वारः इत्युक्ते अनुस्वारः इत्युक्ते किम्? अनुस्वारः इत्युक्ते अयोगवाहमध्ये आगच्छति, एतत् आगच्छति मकारस्थाने, मकारस्थाने अनुस्वारः किं भवति? अनुस्वारः इत्युक्ते तदपि एकः स्वरस्य एव लक्षणम् अस्ति, स्वरस्य अनन्तरम् आगच्छति, यदि विसर्गः, विसर्गः स्वरस्य अनन्तरम् एव आगच्छति, तथा अनुस्वरः अपि भवतः भवन्तः जानन्ति एव इति मन्ये अहम्। इत्युक्ते इदानीम् अक्षरमालायां किञ्चित् यदा पाठशालायां पठामः, आ इ इ उ उ ऋ ऋ ल ए ऐ ओ औ अम् अह इति पठामः खलु, तत्र औ इति तत्र औ इति अकारस्य अनन्तरं बिन्दु एकं स्थापयामः उपरि, तद् अनुस्वारः इति वदेम। तद् मध्ये उदाहरणं संस्कृतम् इति, संस्कृतम्, उत्तमम् उत्तमं, संस्कृतम् इत्यस्य उदाहरणमस्ति। सकारस्य अनन्तरम् अनुस्वारः अस्ति, तद् मकारः नास्ति, परन्तु मकारः इव श्रूयते, परन्तु तद् मकारः नास्ति, तत् उच्चारणमपि किञ्चित् अवधानं दत्वा एव करणीयं। तत्र संस्कृतम् इति न वक्तव्यं, परन्तु संस्कृतम् इति, यदि मुखं मुखस्य पिधानं मा कुर्वन्तु, तत्र वि शुड् नाट् क्लोस् अवर् लिप्स्, संस्कृतम् इति, संस्कृतम् इति न वक्तव्यं, परन्तु संस्कृतम् इति वक्तव्यम् इति। तत्र नास्ति, अपि च विसर्गः नास्ति, अपि च अन्ये के, जिह्वामूलीयः, अस्तु, जिह्वामूलीयः इत्युक्ते किम्? रामः करोति, एतत् रामः करोति मध्ये विसर्गः आगच्छति, तत्र रामः करोति इति वक्तव्यं, तत्र रामः करोति इति जिह्वामूलीय उच्चारणमस्ति, तत्र रामः करोति इति। अपि च उपद्मानीयम् इत्युक्ते किम्? उपद्मानीयस्थाने आगच्छति, अहं न लिखितवती उदाहरणार्थे आगच्छति, प्रथमवाक्ये तत्र विसर्ग आगच्छति चेत् तत्र इफ् इति सेकेण्ड् द्वितीयवर्णः सन्ति खलु, तत्र एतत् उपयोगं करणीयं, तत्र एतत् एव उपमानीयः इति भवति। अस्तु, इदानीं रामः पतति इति अस्ति, तत्र रामः पतति इति वक्तव्यं, रामः पतति, वृक्षः फलति इति, वृक्षः फलति इति वक्तव्यं, वृक्षः फलति अथवा रामः पतति इति, तद् उपद्मानीयः इति वक्तव्य इति वदेम। ते सर्वे अत्र अयोगवाहाः अत्र माहेश्वरसूत्रेषु न सन्ति, परन्तु अयोगवाहाः अपि भाषायाम् अस्ति इति स्मरन्तु, तदेव विसर्गः वयं जानीमः एव, विसर्गः अत्र प्रत्याहारः इति अन्ते विसर्गः अस्ति, रामः अन्ते विसर्गः अस्ति, परन्तु माहेश्वरसूत्रेषु नास्ति. अस्तु, इतोपि किमपि अस्ति वा विषयाः? उदात्तः रेखा तत्र नास्ति. अनुजातः इत्युक्ते अधः रेखा भवति, स्वरितः इत्युक्ते उपरि रेखा भवति. अस्तु, तत् अत्र लेखन विश् यदा वयं लेखितुम् इच्छामः तदा एव रेखा सर्वम् आगच्छति, परन्तु अत्र पाणिनि तत्र अस्माकं लौकिकसंस्कृते तत्सर्वं नास्ति, तदर्थं किञ्चित् तत्र अवधानम् इदानीं न दद्मः, परन्तु पाणिनिः सूत्रमपि लिखितवान् नीचैरुदात्तः इति. यदि स्वरः अधः गच्छति तद् उदात्तस्वरः इति वदामः. तत्र उदात्तस्वरस्य कृते पुस्तकेषु मुद्रणेषु अधः रेखां स्थापयन्ति, यदि उपरि गच्छति तत्र उपरि रेखां स्थापयन्ति. तथा यदा समाहार समानमेव अस्ति तदा रेखां न स्थापयन्ति तथा. परन्तु तस्मिन् विषये अग्रे यदा आवश्यकमस्ति तदा पठेम, परन्तु उदात्तः इत्युक्ते किम्, अनुदात्तः इत्युक्ते किम् एव स्मरितव्यम्. अत्र स्वरः अधः गच्छति उपरि गच्छति एव एवं. वेदमन्त्रेषु आगच्छामः, इदानीं लौकिकसंस्कृते नास्ति चेत्. अस्तु, किञ्चित् अभ्यासं कुर्मः वयम्, अभ्यासं किञ्चित् कुर्मः, तदनन्तरम् अग्रे पठेम. अस्तु, एकैकम् अहम् आह्वयामि, तदनन्तरं कृपया वदन्तु. अस्तु, हरिहर महोदय, भवान् वदति वा किञ्चित्? किं करणीयं? यण् इति प्रत्याहारे के के वर्णाः सन्ति? यण् इति प्रत्याहारे अस्तु, उत्तमं. यण् प्रत्याहारे चत्वारः वर्णाः सन्ति. उत्तमं महोदय. यञ् यकारस्य अनन्तरं ञकारः यञ् चच जजन्य अस्ति खलु, अस्ति चेत् वर्णाः के के? कुत्र भवति, कुत्र ज्ञातः वा? आमां, यकारः यतः पर्यन्तं ञञ् इति. यातः यम् इत्येव आगच्छति न, अहम् उक्तवान् अन्तिमे इत् इत् वर्णः अस्ति, च च ज ज ञ ञकारः. ओ जयञ्ज् ओ य व र ल ञ म ङ न न ज ब. उत्तमम्, एते वर्णाः सन्ति. उत्तमं महोदय, उत्तमम्. इदानीं चर् चर् चर् चट चट कप पुनः वदतु एकवारं. चाटत प्रथमाक्षराणि वर्गीयभजनस्य प्रथम चाटत, अनन्तरं काप, सर्वे प्रथमवर्णाः आगच्छन्ति वर्गीयभजनेषु. अपि च अनन्तरं शासास. उत्तमं महोदय, धन्यवादः, बहु धन्यवादः. अस्तु, अन्ये कोऽपि वदतु अज्ञानं. सङ्गीता भगिनी, वि पोन्नु इदानीं नूतनं इदानीमेव आगतवान् वा? कः वि पोन्नु इति? अस्तु, सङ्गीता भगिनी भवती वदतु वा? अस्तु अस्तु महोदय, वदामि. बश् इति बकारः अल्पप्राण बकारः षकारः बश् इति बश् बश् इति उत्तमं बहु समीचीनम् इदानीं इदानीं अम् अम् अम् उत्तमं बहु समीचीनम् अपि च यै यै यै यै यै इति महोदय यै यकारः यकारः ई पर्यन्तं अस्तु वदामि वा यातः यकारपर्यन्तं यातः यकारपर्यन्तं यवराल ज्ञामाङ्गन जब घडध जब गडध खप चट थ चट थ कफ उत्तमं तत्र शशसः वर्जयित्वा अनेके व्यञ्जनानि खलु अस्तु अस्तु धन्यवादः इतोपि विजया भगिनी भवती वदतु यर् यर् यर् यर् इति किम् यर् हयवर्ट् मध्ये यवर् यमनन्यन जब गडद जबगडद कप चडत चडत कप शशेष उत्तमम् इत्युक्ते हकारं वर्धयित्वा सर्वे व्यञ्जनानि खलु तथा अस्तु इदानीं हष् हष् अहमेव वा भवती एव वदतु हष् हयवरत् मध्ये आगच्छति एतत् हा ओन् एतत् हा एव खलु जि भवती एव वदतु तदनन्तरम् अन्यः हा अस्ति चेत् तदनन्तरं षकारः नास्ति एव खलु तदर्थम् एवमेव भवति किं जि कस्य हकारः इति भवती पृच्छवती पृष्टवती खलु कः हकारः इति द्वितीय हकारः चेत् तदनन्तरं षकारः नास्ति खलु तस्मात् प्रथमहकारः एव प्रत्याहारः किं हष् हष् अहं विस्मृतवती हष् हष् ऐ ऐ उ न न हष् न तु हष् हष् हष् हयवर हयवर ल यमुनन्य जब गड गडड मूर्धन्यशकर एव खलु जि न तालवशकरः भवती सम्यक् एव उक्तवती अस्तु इदानीं वल् वल् इत्युक्ते किं वल् हयवरट् वार ल वा हल् एतत् सर्वाणि आगच्छति तत्र वार ल नम न जब गडद जब गडद कप चडत चडत कप शशस सर्वाणि व्यञ्जनानि सन्ति वा तत्र न सर्वाणि व्यञ्जनानि सन्ति वा अथवा किमपि त्यक्तं वा किं व्यञ्जनं तत्र नास्ति वल् मध्ये? यकारः नास्ति, यकारः नास्ति, केवलं यकारः नास्ति, वल् प्रत्याहारे केवलं यकारः नास्ति, न परन्तु चतुर्दशसूत्रेषु हल् इति अस्ति खलु, वल् इति प्रत्याहारे ह अपि य द्वितीय वर्णः नास्ति. सत्यं, भवती यदुक्तं सत्यं, हकारः नास्ति, परन्तु चतुर्दशसूत्रे हल् इति अस्ति खलु, तत्र हकारः पुनः आगच्छति. अवगतं वा? अन्तिमसूत्रे सूत्रेषु हकारः द्विवारम् आगच्छति. सूत्रेषु हकारः द्विवारम् आगच्छति, किमर्थम् इति प्रश्नः भवितुमर्हति. तत्र किञ्चित् केचन सूत्राणि सन्ति, इदानीम् अट् इति प्रत्याहार उपयोगं करोति, तत्र इदानीं णत्वं भवति खलु, इदानीं रामे ण इति भवति, परन्तु देवेन एव भवति, तत्र रामेण इति भवति, तत्र णत्वस्य कृते किञ्चित् हकारः आवश्यकमस्ति, तदर्थं तत्र हयवरट् मध्ये स्थापयति. केचन स्थलेषु इदानीम् ऊष्माणवर्णः शाशासः इति तदपि आवश्यकं, तत्र झल् इति प्रत्याहारः निर्माणं करोति. यत्र हयवर इति तस्य आवश्यकता नास्ति, परन्तु हकारः अत्रापि आवश्यकं तत्रापि आवश्यकम् इति कृत्वा द्वयोः स्थलयोः तत्र स्थापितवान् स्थलद्वये. पुनरपि वदतु. अस्तु, तत्र णत्वम् इति देवेन इति अस्ति, परन्तु रामेण इति अस्ति, तत्र नकारस्य मूर्धन्यस्थान नकारस्य णकारः भवति कुत्रचित् पदेषु, तदर्थं हकारः आवश्यकः अस्ति. पूर्वम् अत्र यावर इति तेषां समूहे यावरल, तत्रापि हकारः हयावरल इति तेषां समूहे हकारः आवश्यकम् अस्ति, तदर्थं तत्र स्थापितवान्. परन्तु अन्य कार्येषु शाशसा इति वर्णसमूहे हकारः अपि आवश्यकः भवति, तदर्थं तत्रापि स्थापितवान्. शाशसा इति तत्र स्थले अपि हकारः आवश्यकम् इत्युक्ते इति इति कृत्वा शाशसा ह इति तत्र स्थापितवान्. परन्तु ह यावरल इति वर्णसमूहे अपि हकारः आवश्यकं भवति कदाचित्, तदर्थम् अत्रापि स्थापितवान्, तदर्थं हकारः द्विवारम् आगच्छति. अवगतम्? नत्वस्य कृते नत्वस्य कृते किमपि हकारः अपि भवेत् इति भवति चेदपि णत्वं भवति एव इति सूचनार्थं किञ्चित् किमपि सूत्रमस्ति, अग्रे पठेम वयं. परन्तु इदानीं किमर्थं हकारः द्विवारम् आगच्छति इति चेत्, यावरल इति सूत्र इति वर्णसमूहे हकारः अपि भवेत् इति एकः नियमः इति सूचना, अपि च शाशास इति सूत्र वर्णसमूहे अपि हकारः आवश्यकः इति कृत्वा अहं न जानामि कुत्र आगच्छति इति इदानीं न स्मरामि, परन्तु स्थूलतया एवम् अवगच्छन्तु, तद् तावदेव इदानीं समीचीनम्। इदानीम् अग्रे तु किञ्चित् स्पष्टं भवति। अस्तु अस्तु, इदानीं माहेश्वरसूत्राणां कृपया पुनः पुनः पठन्तु, यतोहि मनसि भवेत्, इत्युक्ते मनसि नास्ति चेत् पुनः पुनः आगत्य अत्र द्रष्टव्यम्। अच् इत्युक्ते किं, लण् झष् इत्युक्ते किम् इति सर्वदा पत्रं दृष्ट्वा वक्तुं वदामश्चेत् किञ्चित् क्लेशः भवति, तदर्थं किञ्चित् पुनः पुनः वदन्तु, मनसि भवेत्, कण्ठस्थीकरोतु अथवा उत्तमं, बहु उत्तमं भगिनि। तदर्थं किञ्चित् पुनः पुनः वदन्तु, तदर्थं मनसि भवेत्, तत् बहु लाभाय भवति। अस्तु अस्तु, इदानीं नूतनं पाठं पठामः वा? अस्तु, द्वितीयं करपत्रं कृपया उद्घाटयन्तु। अस्तु, कृपया म्यूट् करोतु, परन्तु यदि न वदन्ति चेत् अथवा मा अहं म्यूट् करोमि, परन्तु नूतनः जनाः अत्र ये न उक्तवन्तः इतः पूर्वं, न उक्तवन्तः एव किमपि, सर्वे उक्तवन्तः खलु, सर्वे अवगच्छन्ति अपि, यदि सन्देहः अथवा प्रश्नः अस्ति कृपया पृच्छन्तु। इदानीम् अग्रे बहु पठन इदानीम् अधिकं पठेमश्चेत् किञ्चित् तत्र तस्य लाभमेव न लाभः एव नास्ति खलु, अवगतव्यं सर्वं। अस्तु महोदय, हकारः द्विवारं किं किमर्थं भवति भवति इति उदाहरणम् अवश्यम्, उदाहरणेन वदतु। उदाहरणं वा, चिन्तनीयम्, इदानीम् उदाहरणं मनसि नास्ति। नट्वार्थं प्रथमः हकारः, नट्वविधि सूचनार्थं प्रथमः हकारः, हाय वा नत्वस्य उपयोगाय भवति, हाय वा, तदर्थं प्रथमः हकारः तत्र अस्ति। अन्तिमः हकारः ऊष्मावर्णः, अन्तिमवर्ण ऊष्मावर्णः कृते द्वितीयाकारः। उत्तमं, तत्र इदानीं सा स्पष्टतया उदाहरणम् इच्छति, इदानीं मम मनसि उदाहरणस्पष्टता नास्ति, परन्तु प्रवाहः इति स्वीकरोतु, प्रवाहः तृतीयविभक्ति प्रवाहेन इति भवति, प्रवाहः। हरि ओम्, वदतु महोदय। एकपदं स्वीकरोतु, एवं प्रवाहः इति, प्रवाह इति पदस्य तृतीय एकवचनं किम् इति, प्रवाहेण इति नत्वं भवति, तत्र हकारः नत्वार्थम् उपयुक्तमस्ति, उपयुक्तः। तद् अनन्तरं तत्र ऊष्मण किमपि उदाहरणम्, ऊष्मा अक्षरमध्ये आगच्छति खलु, ऊष्मणः अक्षरमध्ये आगच्छति, अतः शाशासः इति, तत्र केवलं व्यञ्जनमेव, तत्र केवलं व्यञ्जनमेव, प्रथमः कारः एव नत्वार्थम् उपयुक्तः। अस्तु, समीचीनं महोदय, धन्यवादः। अस्तु, तर्हि पाणिनीयं सूत्रं कथं पठनीयम् इति अग्रे अस्ति, सर्वे तत् उद्घाटयन्ति वा? अस्तु, कृपया येन वदन्ति कृपया म्यूट् कुर्वन्तु कृपया। अस्तु, कः पठति इदानीं, संगीता भगिनी भवती पठति वा? अस्तु महोदय, पठामि। पाणिनीयं सूत्रं कथं पठनीयम्? यञ्सन्धिं बहवः जानन्ति, यथा यदि योगः अपि इकारस्य यकारपरिवर्तनं भवति यद्यपि इति आगच्छति. अत्र इकारस्य स्थाने यकारादेशो भवति, यकार आदेशः भवति, इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते. व्याकरणे कार्याणि एतादृशानि भवन्ति. पठामि वा? आदेशः, आदेश इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः. यदि योगः अपि अत्र इकारस्य यकारः भवति यद्यपि इति योगः भवति यद्यपि इति. उदाहरणम् आगमः, वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. पठन् योगः आगच्छति, इन् आगमः भवति, पठन् नागच्छति इति परिवर्तनं भवति. लोपः, वर्णस्य अदर्शनं, बालकः योगः इच्छति, विसर्गस्य लोपः भवति, बालक इच्छति इति आगच्छति. अस्तु, अत्र किं दत्तं संस्कृततया भवति स्ववाक्येन वदति? यञ् सन्धि मध्ये उदाहरणार्थं यदि योगः अपि स्वीकुर्मः चेत् तत्र पूर्वस्थितं दकार अनन्तरम् इकारः भवति, तस्य योगः इकारस्य स्थाने यकारः आगच्छति यद्यपि इति परिवर्तनं भवति. तत्र यकार आदेशः भवति, इकारः गच्छति यकारः आगच्छति इति आदेशः इति तस्य नाम भवति. उत्तमम्, अग्रे महोदय. आदेशस्य उदाहरणं यदि योगः अपि इति आगच्छति. एकक्षणं, तत्र प्रश्नः आसीत् कोऽपि? महोदय न अवगतम्. अस्तु अस्तु, न अवगतं वा? अस्तु, आदेशः इत्युक्ते इदानीं यदि योगः अपि इति स्वीकरोतु. तत्र सन्धिः अस्ति यद् योगः इ इति, अन्ते यदि इत्यस्य अन्ते इकारः अस्ति, अपि च उत्तरशब्दः अस्ति अपि इति, तत्र अकारः अस्ति. इदानीम् इकारः अस्ति अपि च अकारः अस्ति, स्वरद्वयम् अस्ति, तत्र सन्धिः भवति खलु. इदानीं स्वरसन्धिः इत्युक्ते एकः स्वरः अस्ति, अनन्तरम् एकः अन्यः स्वरः आगच्छति, तेषां सन्धिः भवति. तत्र यदि स्वरसन्धिः भवति यदि योगः अपि इत्यस् इदानीम् अस्मिन् स्थिते अस्मिन् स्थितौ किं भवति? यद्यपि इति रूपपरिवर्तनं भवति, यद्यपि इति. तत्र किम् आसीत्, किम् अभवत् इत्युक्ते इकारः स्थाने यकारः आगच्छति. यद् योगः इ योगः आ अपि इति अस्ति खलु, तत्र इकारस्य स्थाने यकारः आगच्छति, यद्यपि इति भवति. तत्र सन्धिकार्यमस्ति, तत्र सन्धिकार्यम् अस्ति इति कथं वक्तव्यं पाणिनिना इत्युक्ते, तत्र आदेशः इति एकं वदति. आदेशः इत्युक्ते किमपि पूर्वं कोऽपि वर्णः आसीत्, तस्य स्थाने नूतनः एकः वर्णः आगत्य तत्र तिष्ठति, सः आदेशः इति. इदानीम् इ इति आसीत्, तस्य स्थाने यकारः आगत्य तत्र उपविशति, सः आदेशः इति तस्य नाम. इदानीम् अवगतम्? अस्तु अस्तु महोदय. तदर्थम् अत्र इकारः यकारः अस्ति, आदेशः इति तस्य नाम, नूतनं नाम. इदानीं नूतन पदं नूतनवर्णः कोऽपि अत्र आगत्य तिष्ठति खलु, तस्य नाम आदेशः इति उच्यते. अग्रे वदतु भगिनि. आगमः इति रीडिङ्ग् मेटीरियल् कुत्र अस्ति? यण्सन्धिविषये आगच्छति, परन्तु इदानीं वयं तु पाणिनीयं सूत्रं कथं पठनीयम् इत्येव पठामः, परन्तु सन्धिविषये अन्यत्र अस्ति, परन्तु इदानीम् एवमेव पठामः. एतत् एषः एतत् करपत्रं विना एव पठामः वा? न न न, अत्र अस्ति पाणिनीयं सूत्रं कथं पठनीयम् इति अस्ति. इदानीं वयं तु पाणिनीयं सूत्रं कथं पठनीयम् इति सूत्र इति करपत्रात् पठामः. ततः पठामः. अस्तु भगिनी वदतु कृपया. अनन्तरम् आगमः इति कः इति वर्णनं भवति. वर्णात् पूर्वं वा परं वा अन्यवर्णस्य उदयः, नूतनतया एकः वर्णः आगच्छति चेत् तत् आगमः इति. उदाहरणार्थं पठन् योगः आगच्छति, तत्र नूतनतया इम् इति आगमः भवति, तत्र पठन् आगच्छति इति परिवर्तनं भवति. एतदेव आगमस्य उदाहरणं भवति. अस्तु, अत्र आगमः इत्युक्ते पूर्वम् आदेशः इ इति स्थाने यकारः आगतवान्, परन्तु तत्र इ तु गच्छति एव, इ स्थाने एव यकारः आगच्छति, परन्तु आगमः आगमः आगच्छति चेत् कोऽपि न गच्छति, तत्र सः तत्र आगत्य तिष्ठति. इदानीं पठन् नूतननकारः आगत्य पठन् आगच्छति इति अस्ति. इदानीं इदानीं वृत्तिः अस्ति आदेशः शत्रुवत्, आगमः मित्रवत् इति. शत्रु किं भवति? शत्रु आगत्य तत्र तिष्ठति, किमपि कोऽपि तत्र तथा निर्गच्छति, परन्तु मित्रवत् मित्रमागच्छति चेत् कोऽपि न गच्छति. आगमः मित्रवत्, आदेशः तु शत्रुवत् भवति. शत्रुवत् तदर्थं तत्र आगमः इत्युक्ते कोऽपि न गच्छति, नूतनवर्णः एव आगच्छति तत्र, परन्तु नूतनं वर्णमेव आगच्छति, परन्तु नूतनवर्णः आगच्छति, परन्तु आदेशस्थाने अन्यवर्णस्य स्थाने सः पूर्वस्थितवर्णस्य स्थाने आगच्छति इति आदेशः. आदेशः आगमः इदानीं स्पष्टं तेषां कृते, आदेशः कः आगमः कः इति. अस्तु, अग्रे अग्रे किमस्ति? अग्रे लोपस्य लोपः किम् इति वदति. वर्णस्य अदर्शनम् एव लोपः भवति. उदाहरणार्थं बालकः योग इच्छति, अत्र विसर्गस्य लोपः भवति, बालक इच्छति इति परिवर्तनं भवति. अत्र कोऽपि प्रश्नः आसीत् किम्? अत्र विसर्गसन्धिनियमः एव. आमां सत्यं, तत्पूर्वं किमपि प्रश्नः? जि अहं विजय वदामि. आगमः मध्ये अपरः वर्णः उत्पन्नः. उत्पन्नः नूतनवर्णम् आगतवान्, नूतनः वर्णः. अस्तु, लोपः इत्युक्ते लोपः इत्युक्ते एकः वर्णः अदर्शनं भवति. अदर्शनम् इत्युक्ते न दृश्यते एव इत्युक्ते तत्र गच्छति एव, एकः नूतनं वर्णमपि न आगच्छति, एकः वर्णः गच्छति एव, नूतनः नूतनवर्णः न आगच्छति इति. इदानीम् आगमः, आदेशः, लोपः, एतेषु भेदः अवगतः? अवगतं महोदय. अस्तु, इतोपि किञ्चित् एक पङ्क्तिमेव पठामः. महोदय, हरिमहोदय पठति वा? कुत्र अन्ते? आदेशः, आगमः, लोपः समाप्तं. कस्यचित् अपि कार्यस्य ततः एव खलु? आमां सत्यं. कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. यण्सन्धिः एकं कार्यम्, अतः तस्य विधानार्थं सूत्रमस्ति. सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम. यण्सन्धेः विधिसूत्रम् इदम्, इको यणचि इति. इकः स्थाने यण् आदेशः भवति अचिपरे संहितायां विषये इकः यण् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्। अग्रे अग्रे पठितुम् अग्रे पठितव्यं वा न भगिन्न न महोदय इदानीम् अत्र अत्रैव भवतु स्थगयामः इदानीम् इदानीम् अग्रे तु अनेके विषयाः सन्ति तदर्थम् इदानीम् अस्मिन् वर्गे न भवतु परन्तु इदानीम् अस्मिन् अत्र तु आदेशः कः आगमः कः लोपः इत्युक्ते किम् एव अवगन्तव्यम् इदानीं तस्मिन् कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि इदानीं समयस्य समयं तु समयः तु एकनिमेषः एव अस्ति तदर्थम् अग्रे मास्तु इति मन्ये किञ्चित् अग्रे तु बहवत् किञ्चित् समयः आवश्यकः तदर्थम् इदानीम् अद्य किं किं पठितवन्तः वयं माहेश्वरसूत्राणि अपि च प्रत्याहारनिर्माणं प्रत्याहारस्य सर्वदा प्रत्याहार एषः प्रत्याहारः अस्ति चेत् अस्माकं वर्णमालायाम् इत्युक्ते वयं या वर्णमाला वयं जानीमः तस्मिन् कथं तस्य निर्माणं भवति इति चिन्तयन्तु इदानीं यदि अच् इत्युक्ते सर्वे स्वराः हल् इत्युक्ते सर्वे व्यञ्जनानि खर् इत्युक्ते कर्कषव्यञ्जनाः हश् इत्युक्ते हश् इत्युक्ते किम् इति चिन्तयन्तु हश् इति किं किं सूचयति इति सर्वं तथा चिन्तयन्तु अपि च माहेश्वरसूत्राणां कण्ठस्थीकरणं कुर्वन्तु इति इत्युक्ते मनसि स्थापयन्तु एवमेव अद्य अत्रैव समापयामः धन्यवादः नमस्कारः शुभरात्रिः।